आरम्भं करोतु भवान्। ॐ सहना भवतु, सहनौ भुनक्तु, सहवीर्यं करवावहै, तेजस्विनावधितमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नायम् अतिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अद्यतनव्याकरणविषये तु स्वागतम्। अत्र किञ्चित् कुत्र ञेष् भवति, कुत्र ञेष् न भवति इति। ञेष् भवति चेत् अत्र चन्द्रमुखी इति भवति, ञेष् कुत्र नास्ति चेत् अत्र चन्द्रमुखा इति भवति। वयं दृष्टवन्तः एतत् विषये। अत्र इतोपि सूत्रक्रमः अस्ति खलु, अत्र सूत्रक्रमः एवम् अस्ति, किं किम् अस्ति इति भवानेव पठतु अनिल् महोदय। सूत्रक्रमः स्वाङ्गोच्चोपसर्जनात् संयोगोपधात् नासिकोदरौष्ठजङ्गादन्तकर्णशृङ्गाश्च न क्रोडादिबहच च सहन सहनै विद्यमानपूर्वाच्च इति अस्ति खलु अत्र इति अस्ति यत्र संयुक्ताक्षरमस्ति अत्र जित्वा मूल्यः उपद्मान्यः एतत् सर्वम् आगत्य कार्यं करोति, अतः तत्र न क्रोडादि इति वक्तव्यं, न क्रोडादि। अत्र विसर्ग तु नास्ति महोदय, विसर्गः नास्ति, विसर्गः नास्ति, एतदेव तत् विषये एव अहं वदामि। अत्र विसर्गः नास्ति, अत्र क्रोडादि क्रो इति अस्ति खलु, अनन्तरं द्वितीयवर्णः अस्ति चेत् एतदेव अत्र उपोपद्मान्यः। एकनिमिषं न जानामि, समयः अस्ति चेत् भवान् अत्र गच्छतु कुत्र अष्टाध्याये पारायणमस्ति खलु, अत्र प्रथम अध्याये प्रथमपादः इति अस्ति, यत्र यत्र किमस्ति अत्र पश्यतु, यत्र तादृशं किम् अत्र प्रथमवर्णः वा द्वितीयवर्णः वा उपोपद्माने अथवा अनन्तरम् अत्र तत् इदानीं पश्यन्ति चेत् अत्र किञ्चित् आगच्छति एव, वयं द्रष्टुं शक्यते एव। ओ एतत् अचः परस्मिन् अत्र विसर्गः अस्ति, अतः तत्र अचः परस्मिन् इति वक्तुं शक्यते, परन्तु अत्र अहं सूचयिष्यामि, इदानीमेव अत्र गच्छन्ति, अहं सूचयिष्यामि अत्र यत्र तादृशं भवति अहं प्रेषयिष्यामि भवतः ग्रूप् मध्ये अपि प्रेषयिष्यामि। अस्तु, इदानीम् अत्र स्वाङ्गोच्चोपसर्जन एतत् विषये पठतु कृपया। स्वाङ्गोच्चोपसर्जनात् संयोगोपधात् नासिकोदरौष्टजङ्घादन्तकर्णशृङ्गाश्च न क्रोडति बहवच्च सहनै विद्यमानपूर्वाच्च चेति एतेषु नासिकोदरौष्टजङ्घादन्तकर्णशृङ्गाच्च इति सूत्रम् अपवादसूत्रं मध्ये पठितम् अस्ति। मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः आधारेण नासिकोदरश्च जङ्घादन्तकर्णशृङ्गाच्च इति अपवादसूत्रं स्वाङ्गोचोपसर्जनात् संयोगोपधात् इति पूर्वसूत्रमेव बाधते, न तु सहनै विद्यमानपूर्वाच्च इति उत्तरसूत्रम्। मध्ये पठितः अपवादः पूर्वान् विधिन् एव बाधते नोत्तरान्, अतः एव षहुष्टौ सह ओष्टौ यस्याः सा इति उदाहरणे नासिकोदरौष्टजङ्घादन्तकर्णशृङ्गाच्च इति सूत्रस्य प्रवृत्तिः चेतपि परत्वात् सहनै विद्यमानपूर्वाच्च इत्यस्य एव प्रवृत्तिः भवति। अर्थात् सहनै विद्यमानपूर्वाच्च इति परत्वात् नासिकोदरौष्टजङ्घादन्तकर्णशृङ्गाच्च इति सूत्रं बाधते, यतोहि नासिकोदरौष्टजङ्घादन्तकर्णशृङ्गाच्च इति सूत्रं सहनै विद्यमानपूर्वाच्च इति सूत्रस्य अपवादः नास्ति। भवान् एव प्रतिपादयतु अत्र मध्ये अपवादाः कुर्वान् तत्र आरभ्य अत्र प्रतिपादयतु। आम् आं महोदय, प्रयत्नं करोमि। अत्र चत्वारि सूत्राणि सन्ति, तो क्रमेण अस्ति। तत्र नासिकोदरौष्टजङ्घादन्तकर्णशृङ्गाच्च सूत्रमध्ये तिष्ठति, तो तत् पूर्वं शृङ्गाचोपसर्जनात् संयोगोपधात् अस्ति, अनन्तरं नो क्रोडादिभव च सह नै विद्यमानपूर्वाच्च। सो द्वितीयसूत्रम् अत्र अपवादसूत्र अस्ति। तत् प्रथमसूत्रस्य अपवादः अस्ति, न तु चतुर्थतृतीयसूत्रस्य अपवादः अस्ति। कारणं मध्ये अपवादः पठितः, यदा मध्ये अपवादः पठितः तत् पूर्वान् अपवादः अस्ति, उत्तरान् न अपवादः अस्ति। अत्र अपवादः इति विषये मया किञ्चित् उक्तं खलु, अपवादः इत्युक्ते किम्? अत्र टिप्पणी कृतं वा भवता? अपवादः इत्युक्ते यदा विधि अस्ति तत् एक्सेप्शन्, यत्र विधिः नास्ति, विधिः पठतु। अपवादः इत्युक्ते येन न प्राप्तः यः विधि आरभ्यते, नूतनतया यत् विधिः आरब्धा सः एव अपवादः। अत्र विधिः तत् विषये अपवादः इत्युक्ते येन न प्राप्तः, तत्र समीचीनतया अत्र न प्राप्तः एव, परन्तु विधिः अत्र आरभ्यते, नूतनतया आरभ्यते, अतः एव अत्र बलवत् भवति। अपवादः इत्युक्ते बलवत् भवति खलु? इदानीम् अत्र मध्ये अपवादः पठितः, एतत् सूत्रं तु मध्ये आगच्छति, नासिकोदर ओष्ट जङ्घा दन्त कर्ण शृङ्गाच्च इति सूत्रमत्र अपवादसूत्रमस्ति। अत्र सूत्रसङ्ख्या तु पञ्चपञ्चाशत् अस्ति, स्वाङ्गचो उपसर्जनात् असंयोगपूर्वात् असंयोग उपदात् असंयोग उपदात् इति पूर्वसूत्रमस्ति। नासिक उदर एतत्तु परसूत्रमस्ति। इदानीमत्र सर्वदा वयम् एकं परिभाषासूत्रं दृष्टवन्तः, परिभाषासूत्रं स्मरन्ति वा सर्वे? अस्ति चेत् कोऽपि वक्तुं शक्यते वा? दीर्घमस्ति महोदय, पर नित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरौ बलीयः कण्ठस्य करणमेव एतत् सर्वदा आगच्छति. पूर्वसूत्रं प्रथमं बलवत् भवति, परन्तु पूर्वसूत्रात् परसूत्रं बलवत् भवति, अनन्तरं परसूत्रात् नित्यसूत्रं बलवत् भवति. तदेव इदानीमत्र अपवादसूत्रं नासिक उपद अत्र 55 पञ्चपञ्चाशत् 55 अस्ति, स्वाङ्गच उपसर्जन एतत् 54 अस्ति. पूर्वसूत्रात् परसूत्रं बलवत् भवति इति वयं पठितवन्तः. एतत् स्पष्टीकरणार्थमेव अत्र पूर्वपर इति परिभाषा 55 अस्ति, एतत् कार्यं करोति. इदानीम् इति पूर्वसूत्रमेव बाधते, न तु स्वाङ्गच उपसर्जन पूर्वाच इति उत्तरसूत्रमस्ति, 57 अस्ति. मध्ये पठितः अपवादः पूर्वान् विधीन् एव बाधन्ते, अतः तत्र नासिक उदर इति सूत्रं परसूत्रमस्ति. अतः स्वाङ्गच उपसर्जन 54 अस्ति. एतत् इदानीमत्र स्पष्टीकरणार्थं मध्ये पठितः अपवादाः पूर्वाणि विधीन् एव बाधन्ते न उत्तरान् इति वयं द्रष्टुं दृष्टवन्तः. अत एव सहोष्टा सह ओष्टौ यस्याः सा इति उदाहरणेन नासिक उदर नासिकोदर ओष्ट जङ्ग दन्त कर्ण स्वाङ्गच्च इति सूत्रेण प्रवृत्तिः चेदपि अत्र परसूत्रमस्ति, प्रवृत्तिः भवति चेदपि परत्वात् अत्र 57 सूत्रमस्ति, सहनै विद्यमान पूर्वाच इति प्रवृत्तिः भवति. अर्थात् सहनै विद्यमान पूर्वाच इति परत्वात् नासिक उदर इति सूत्रं 55 अस्ति, एतत् 57 अस्ति, सूत्रं बाधते. यतोहि नासिक उदर नासिको उदर उदरोष्टजङ्ग दन्त कर्णशृङ्गा च इति सूत्रं सहनै विद्यमान पूर्वा च इति सूत्रस्य अपवादः नास्ति. किमर्थं चेत् एतत् पूर्वसूत्रमस्ति, पूर्वसूत्रात् परसूत्रं, परसूत्रात् नित्यसूत्रं, तादृश तदेव अत्र अत्र स्पष्टीकरणार्थं पुनरपि एतदेव अत्र आगत्य कार्यं करोति. प्रश्नः उदेति वा अत्र किमपि किञ्चित् एतत् विषये पुनरपि एव पठितव्यम्. अत्र किमपि नास्ति, पूर्वसूत्रात् परसूत्रं बलवत् भवति, एतत् परिभाषासूत्रं 55 अत्र स्मरन्तु. अग्रे अत्र शान्ता भगिनी अस्ति वा? नमस्कारः भगिनी. नमस्कारः, पठितुं शक्यते चेत् पठतु. सकोष्ठ इति समासे ओष्ठ इति शब्दः उपसर्जनसंज्ञकः, स्वाङ्गवाचि तथा च संयोगपदः, अतः तदन्तात् सहोष्ठ इत्यस्मात् स्वाङ्गाश्च उपसर्जनात् असंयोगोपधात् इत्यनेन विकल्पेन नीश् इति प्रत्ययः अप्राप्तः अस्ति संयोगोपधात्, परन्तु सः नञ्च् विद्यमानपूर्वाच्च इत्यनेन सूत्रेण नीश् इति प्रत्ययस्य निषेधः कृतः अस्ति. नासिकोदरौष्ठ जङ्गाद्धन्तकर्णशृङ्गश्च इति प्रकृतसूत्रम् अस्य निषेधस्य बाधकं न भवितुम् अर्हति, यतोहि मध्येपवादाः पूर्वान् विधीन् बाधन्ते न उत्तरान् इति परिभाषायाः बलेन नासिकोदरौष्ठ जङ्गादन्तकर्णशृङ्गाश्च इति सूत्रम् उत्तरविधेः बाधकं न भवितुम् अर्हति. अतः सहौष्ठ इत्यत्र सहन नञ्ज् विद्यमानपूर्वाश्च इति सूत्रेण नीश् इति प्रत्ययस्य निषेधः क्रियते, अतः सहोष्ठ इति समासः प्राप्यते. अत्र उपसर्जनविषये वयं पूर्वं दृष्टवन्तः, सः ओष्टा इति भवति, सहोश्च अत्र अकार ओकारमेलनेन ओकारः भवति अत्र इति समासे उपसर्जनसंज्ञकः स्वाङ्गवाचि स्व अङ्गवाचि स्वाङ्गवाचि तथा च संयोगः उपदा ओष्टा इति अस्ति अत्र शकारः अस्ति अकारः अस्ति आकारः अस्ति अतः संयोगः भवति संयुक्ताक्षरं भवति संयोगः भवति इदानीमत्र अतः तद् अन्तात् तद् अन्तात् सहोष्ट इत्यस्मात् स्वाङ्गस्य उपसर्जनसंयोग उपदात् उपदावर्णस्य अत्र इत्यनेन विकल्पेन ञीष् इति प्रत्ययः अप्राप्तः अस्ति संयोग उपदात् संयोगः अस्ति अतः तत्र ञीष् इति प्रत्ययस्य प्रसक्तिः नास्ति इति पूर्वमेव वयम् एतत् विषये पठितवन्तः परन्तु सः नैव विद्यमानपूर्वाच इत्यनेन सूत्रेण ञीष् इति प्रत्ययस्य निषेधः कृतः अस्ति एतत् सूत्रमत्र दत्तमत्र ञीष् इति प्रत्ययम् अत्र निषेधः अत्र यत्र यत्र प्राप्तिः भवति तत् स्थाने एव निषेधः भवति इति मनसि स्थापयतु इदानीमत्र नाशिक उदरौष्टजङ्गा दन्तकर्णशृङ्गा च इति प्रकृतसूत्रमस्ति 55 अस्ति अस्य निषेधस्य बाधकं न भवितुम् अर्हति यतोहि मध्ये अपवादाः पूर्वान् विधीन् एव बाधन्ते न उत्तरान् इति वयं दृष्टवन्तः इति परिभाषायाः बलेन नासिक उदर ओष्टजङ्गदन्तकर्णशृङ्गा च इति सूत्रम् उत्तरविधेः बाधकं न भवितुम् अर्हति किमर्थं चेत् एतत् मध्यसूत्रमस्ति पूर्वसूत्रमेव बाधकं मध्य उत्तरान् सूत्रं न बाधते इति वयं दृष्टवन्तः अतः सहोष्ट इत्यत्र सहनै विद्यमानपूर्वाच इति सूत्रस्य नीच् इति प्रत्ययस्य निषेधः क्रियते अतः सहोष्टा इति आकारमेव चन्द्रमुखा इति वयं दृष्टवन्तः तदेव अत्र अपि भवतु इति अत्र दत्तम् अस्तु अग्रे सुब्रह्मण्यन् महोदय पठितुं शक्यते वा पृच्छतु पृच्छतु नासिकोदरौष्टजङ्गादन्तकर्णशृङ्गाश्च इत्यस्य सङ्ख्या 4155 अस्ति आम् பட்டது இன்னும் 55 சேம் நம்பர் பார்த்தேன் அதனால அது எப்படி நிஷேதம் மாறுதுங்கிறதா கேட்டது சுப்பிரமணியன் கிருபையா மியூட் பரவட்டும் சுப்பிரமணியன் மகோதய கிருபையா மியூட் கரோட்டு अत्र वदतु किमर्थं निषेधं भवति इति न एतत् सूत्रेण एव अत्र पूर्वं वयं दृष्टवन्तः खलु पूर्वसूत्रात् परसूत्रम् अत्र मध्ये अपवादः पठितः एव वयं दृष्टवन्तः खलु मध्ये अपवादः पूर्वान् विधीन् एव बाधन्ते न उत्तरान् अतः तत्र सहनै विद्यमानपूर्वाच इति सूत्रं परसूत्रमस्ति परसूत्रम् अत्र पूर्वसूत्रात् किं भवति न उत्तरान् विधीन् एव मध्ये अपवादाः एतत्तु मध्यसूत्रमस्ति पूर्वविधिः एव अत्र बाधन्ते उत्तरसूत्रं न बाधन्ते इति वयं दृष्टवन्तः स्पष्टीकरणार्थमेव एतत् पुनरपि आगत्य उक्तं तावदेव पठतु एतत् करपत्रं पुनरपि पठति चेत् अत्र समीचीनतया अत्र अनिल् महोदय विषये एव अत्र सः एव अत्र प्रश्नः पृष्टवान् अनन्तरम् अवगतं किमर्थं चेत् अत्र पुनरपि पठितव्यम् अत्र परिभाषा पूर्वपर नित्य अन्तरङ्ग अपवादानम् उत्तर उत्तरबल्यः इति अत्र परिभाषासूत्रमस्ति तदेव अत्र तद्वत् एव अत्र मध्ये अपवादाः पूर्वान् विधीन् एव बाधन्ति न पर न उत्तरान् एतदपि आगत्य कार्यं करोति न न कन्फ्यूषन् आगच्छति एव अत्र अतः एव अत्र क्रमः दत्तं सूत्रक्रमः पूर्वान् विधिं बाध्यन्ते न उत्तरान् इति पूर्व सूत्रमेव बलवत् भवति, परन्तु बाधकं बाधकं भवति परिभाषासूत्रेण उत्तरसूत्रमेव बलवत् भवति. अतः वयं किं सूत्रं वयं अतः एव अत्र सूत्रक्रमः भवति. सूत्रक्रमः पठतु अत्र 54, 55, 56, 57 क्रमेण आगच्छति. अत्र एतत् पठित्वा अनन्तरं मध्ये अपवादाः पूर्वान् विधिन् एव बाधन्ते न उत्तरान् विधिन्, पूर्वविधिः एव अत्र बाधन्ते. अत्र सूत्रक्रमः पश्यतु. इदानीम् अत्र नासिक उदर ओष्ठजङ्गदन्तकर्णासृङ्ग च इति सूत्रं मध्ये अस्ति, अतः पूर्वसूत्रमेव बाधन्ते. परसूत्रं यत्र उत्तरसूत्रं परसूत्रम् इति अस्ति, एतत् न बाधन्ते. अत्र किं किं सूचयति एतत् सर्व आगच्छति एव. अत्र सहनै विद्यमानपूर्वाच इति अत्र ङीष् प्रत्ययमिति सूत्रस्य सूत्रं न भवति इति अत्र एव. अत्र सहनै विद्यमानपूर्वाच इति परत्वात् परसूत्रमस्ति. अत्र नासिक उदर ओष्ठजङ्गदन्तकर्णाशृङ्ग च इति सूत्रं बाधते. किमर्थं चेत् उत्तरविधीन् एव उत्तरविधीन् न बाधन्ते, पूर्वसूत्रमेव बाधन्ते इति. पुनरपि पुनरपि एतत् विषये रटनम् अभ्यासः कर्तव्यमेव, अनन्तरमेव मनसि स्थापयति आगच्छति. अत्र सूत्रधर्मः प्रथमं पश्यतु, अनन्तरम् एतत् समीचीनतया मनसि निश्चति एव. अस्तु, इदानीमत्र सुब्रह्मण्यन् महोदय पठितुं शक्यते वा? पठतु यथा पूर्वो उक्तम्. यथा पूर्वोक्तं नासिको धरौ धरोष्ट जङ्ग्वा जङ्गाद जङ्गादन्त कर्ण शृङ्गाच्च इति सूत्रं न क्रोडादि बह्वचः इति सूत्रस्य बाधकं भवति. पुरस्ता दपवादाः अनन्तरान् विधीन् वादन्ते नोत्तरान् इति परिभाषायाः बलेन, परन्तु सहन वि विद्यमानपूर्वाच्च इत्यस्य बाधकं न भवति. अर्थात् सहनं वि विद्यमानपूर्वाच्च इत्यनेन sorry about, I don't know how to read that. Shisha vidyan nishidayate atah pakshikah shinks iti pratyayah na bhavitum अर्हति. अदन्तलक्षणात् टाप् इति प्रत्ययः एव भवति. सहनासिक इति प्रातिपदिकात् टाप् इति प्रत्ययं योजयित्वा सहनासिका इति रूपं लभ्यते. एवमेव अविद्यमाना नासिका यस्याः सा इति विग्रहे सति अनासिका इति समासः लभ्यते. ङीष् विधानं निषिध्यते. अत्र एतत् पठति चेत् किञ्चित् कालानन्तरं समीचीनतया भवति, चिन्ता मास्तु. अस्तु इदानीम् अत्र यत्ता पूर्वम् उक्तं नासिकोदर ओष्ठ जङ्गा दन्त जङ्गा दन्त जङ्गा दन्त जङ्गा इति नि अस्ति खलु तत्र नासिक उदर ओष्ठ अदरमस्ति नासिका नासिका एव उदर इत्युक्ते स्टमक् अस्ति ओष्ठ इत्युक्ते अदरमस्ति जङ्गा नी अस्ति दन्त टीत् कर्ण इयर् अस्ति कर्णशृङ्गा च एतत् इति सूत्रं न क्रोडादि बहुवचः इति सूत्रस्य बाधकं भवति एतत् नासिक उदर 55 अस्ति न क्रोडादि बहुवचः इति 56 अस्ति अत्र उत्तरान् विधिन् एव बाधन्ते न पूर्वान् विधिन् इति वयं पूर्वं दृष्टवन्तः इति सूत्रस्य बाधकं भवति पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति परिभाषया बलेन परन्तु सहने विद्यमानपूर्वाच इत्यस्य बाधकं न भवति अत्र क्रमः एव भवति एतत् 55, 56, 57 सूत्रसङ्ख्या मध्ये अपवादान् मध्ये अपवादाः पूर्वान् विधीन् एव बाधन्ते न उत्तरान् एतत् परिभाषा स्मरन्तु सर्वत्र स्मरन्तु इदानीमत्र पुरस्तात् अपवादाः अनन्तरान् विधीन् एव बाधन्ते न उत्तरान् अनन्तरान् विधीन् एव इति परिभाषाया बलेन सहनै विद्यमानपूर्वाच इत्यस्य बाधकं न भवति अर्थात् सहनै विद्यमानपूर्वाच इति सूत्रं 57 अस्ति नीषु विधानं निषिध्यते अत्र पूर्वं वयं दृष्टवन्तः अत्र नीषु विधानं नास्ति इति अतः एव अत्र ओष्टा इति वयं दृष्टवन्तः विधानं अत्र यत्र यत्र कार्यं भवति तत्र निषिध्यते यतः अतः पाक्षिकः इत्युक्ते अत्र एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति इति अत्र मतभेदः एव अस्ति अत्र पाक्षिकः नीष् इति प्रत्ययः न भवितुम् अर्हति अदन्तलक्षणात् यत्र अर्ति एव अत्र श्रूयते अदन्त अङ्गात् अत्र लक्षणात् टाप् इति प्रत्ययः एव भवति वयं पूर्वं दृष्टवन्तः एव अतः एव टाप् मध्ये आ एव तिष्ठति सहनासिक इति प्रातिपदिकात् सहनासिक इति अकारान्तपदमस्ति अदन्त अङ्गमस्ति अदन्तलक्षणमस्ति अत्र सहनासिक इदानीमत्र टाप् एव अत्र प्रयोगं कुर्मः अतः एव सहनासिका इति भवति सहनासिकी इति नीषु प्रत्ययस्य विधानं न भवितुम् अर्हति इति तत्र दत्तं सहनासिके इति प्रातिपदिकात् टाप् इति प्रत्ययं योजयित्वा सहनासिका इति रूपं लभ्यते एवमेव अविद्यमाना नासिका यस्याः सा इति विग्रहे सति अनासिका इति समासः लभ्यते अत्र अनासिका इति अस्ति अत्र समासः किं भवति इदानीम् अविद्यमाना नासिका तस्य कृते नासिका नास्ति एव वयं दृष्टवन्तः अत्र बहवः कर्णः नास्ति मुखं नास्ति मुखम् इत्युक्ते अत्र मौत् एव मौत् नास्ति अन्धः एव भवति सर्वदा तादृशम् अत्र यत्र पूर्व वयं यत् अस्माकं कृते यत् कर्म कृतं तदेव वयं प्राप्तुं शक्नुमः अत्र यत् अस्माकं ललाटपटले लिखितं कोऽपि मार्जयितुं नाष्टुं न शक्नोति एव अत्र ब्रह्म अत्र पादः दातुं शक्यते कूर्मदासः इदानीं वयं दृष्टवन्तः अत्र विठ्ठल महाराज पाण्डुरङ्गविषये कूर्मदासः विषये अत्र पादः नास्ति एव पादौ नास्तः इदानीमत्र अविद्यमाना नासिका इत्युक्ते अनासिका इति अत्र अस्ति चेत् एतत् समासं किं भवितुम् अर्हति अविद्यमाना नासिका यस्याः सा अत्र समासः बहुवीर्घसमासः कोऽपि अत्र अत्र महिला भवति तस्याः कृते अत्र नासिका नास्ति अतः एव अविद्यमाना नासिका यस्याः सा इति अस्ति अत्र विग्रहमस्ति समासविषये विग्रहमस्ति अनासिका इति एव अस्ति एतत् अनासिका इति विग्रहं कुर्मः चेत् अत्र अविद्यमाना नासिका यस्याः सा इति तत् स्थाने टाप् प्रत्ययमेव वयं स्वीकुर्मः. अत्र नीष् प्रत्ययम् इति बाधकं भवति इति. एतत् पुनरपि पुनरपि पूर्वविधिम् एव बाधन्ते, न उत्तरविधि बाधन्ते. अनन्तरम् अत्र पुरस्तात् अपवादाः, अनन्तरम् एतत् अग्रे आगच्छति एव पृथक्तया. पुरस्तात् अपवादाः अनन्तराणि विधीन् बाधन्ते न उत्तराणि इति अग्रे आगच्छति. एतत् सूत्रमपि परिभाषासूत्रमपि स्पष्टीकरणार्थम् आगत्य कार्यं करोति एव. अस्तु, इदानीमत्र किं गोधमाल अस्ति वा? पठितुं शक्यते चेत् पठतु. गोष्ठादिषु पञ्चषु शब्देषु मध्य एपवादाः पूर्वान् विधीन् बान्धन्ते नोत्तरान् इति परिभाषायाः स्वीकारेण स्वाङ्गोपसर्जनादसंयोगपदात्तु इति सूत्रेण असंयोगोपदात् इति प्राप्तनिषेधः हि नासिकोदरोष्ठजङ्घान्दन्तकर्णशृङ्गाच्च इति सूत्रेण भाज्यते. ओष्ठदीनां पञ्चानां तु असंयोगोपदात् इति पर्युदासे प्राप्ते नासिकोदरोष्ठजङ्घादन्तकर्णशृङ्गाच्च इति वचनम् उक्तम्. मध्ये अपवादन्तयात् नासिकोदरोष्ठजङ्घादन्तकर्णशृङ्गाच्च इति सूत्रम् स्वङ्गाच्योपसर्जनादसंयोगोपदात् इति सूत्रस्य अपवादः. सौण्ड् वर्लिया हलो. अत्र पठनसमये किञ्चित् क्लेशः एव भवति, परन्तु अभ्यासं करणीयमेव. पठनसमये किञ्चित् मन्दरूपेण पठितुं शक्यते चेत् तत्र समीचीनतया आगच्छति. इदानीम् उष्टादिषु पञ्चषु शब्देषु मध्ये अपवादाः पूर्वान् विधीन् बाधन्ति न उत्तरान् इति परिभाषया वयं एतद्विषये दृष्टवन्तः. अत्र स्वीकारेण परिभाषाया स्वीकारेण अत्र स्वाङ्गस्य उपसर्जनात् असंयोग उपदात् इति सूत्रेण असंयोग उपदात् संयोगः नास्ति, उपदा अस्ति. एतत् प्राप्तनिषेधः किमर्थं चेत् तत्र प्राप्तः अस्ति परन्तु निषेधः भवति. यत्र यत्र निषेधः भवति तत्र प्राप्तः भवति, तत् स्थाने एव निषेधः भवति. अत्र नासिक उदर ओष्ठ इति सूत्रं 55 अस्ति इति सूत्रेण बाधते एव. स्वाङ्गचो 54 अस्ति. पूर्वसूत्राणि एव मध्ये अपवादाः पूर्वसूत्राणि एव बाध्यन्ते न उत्तराणि इति वयं परिभाषासूत्रेण वयं दृष्टवन्तः इति सूत्रेण बाध्यते. ओष्ठादीनां पञ्चानां तु असंयोग उपदात् इति पर्युदासे प्राप्तः नासिक उदर इति सूत्रेण वचनम् उक्तम्. अत्र मध्ये अपवादात् अत्र एतत् सूत्रमेव अत्र कार्यं करोति. पूर्वसूत्रं मध्ये अपवादाः पूर्वान् विधिन् एव बाधन्ति न उत्तराणि इति अत्र एतत् सूत्रमत्र आगत्य कार्यं करोति. इदानीं नासिक उदर इति 58 इति सूत्रमस्ति. स्वाङ्गस्य उपसर्जनम् इति पूर्वसूत्रमस्ति इति सूत्रस्य अपवादः. एतत् परसूत्रमस्ति, एतत् पूर्वसूत्रमस्ति. अत्र पुनरपि एतत् द्रष्टव्यम्. मध्ये अपवादाः पूर्वान् विधिन् एव बाधन्ते न उत्तराम् इति. अत्र किञ्चित् स्थाने नीषु प्रत्ययं बाधन्ते, प्राप्तिः भवति परन्तु निषेधः भवति. अत्र स्पष्टीकरणार्थम् एव अत्र पुनरपि पुनरपि आगत्य अत्र कार्यं करोति. अत्र पञ्चसु पञ्चसु इति आगच्छति खलु, ओष्ठादीना ओष्ट जङ्ग दन्त कर्ण स्कन्ध इति पञ्च भवति. इदानीम् अत्र अनिल् महोदय पठितुं शक्यते वा, पठतु. आम् ओष्ठ जङ्गा जङ्घा दन्तकर्णशृङ्ग इति नासिकोदरौष्ठजङ्घा दन्तकर्णशृङ्गाच्च इति सूत्रस्थानि पदानि स्वाङ्गानि सन्ति. तदन्तात् प्रातिपदिकात् स्त्रियाम् इत्यस्मिन् अधिकारे नीष्प्रत्यय प्राप्तः विकल्पेन परन्तु स्वाङ्गोचोपसर्जनात् संयोगोपधात् इति सूत्रे असंयोगोपधात् इति पर्युदासात्मकस्य निषेधस्य कारणेन निषेधस्य कारणेन नीश् इति प्रत्ययस्य प्राप्तिः न भवति, यतोहि पूर्वोक्ताः ओष्ठादयः शब्दाः संयोगोपधाः सन्ति. एतेषां पञ्चानां शब्दानां विषये स्वाङ्गोचोपसर्जनाद् संयोगोपधात् इति सूत्रे उक्तस्य निषेधस्य बाधा अस्ति. नासिकोदरौष्ठजङ्गादन्तकर्णशृङ्गाच्च इति सूत्रेण अत्र मध्येपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः प्रवृत्तिः अस्ति. मध्ये पठिताः अपवादाः पूर्वस्य एव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इति अर्थः. अनेन नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च इति सूत्र स्वाङ्गाच्योपसर्जनात् असंयोगोपधात् इति सूत्रस्य बाधकं भवति, न तु उत्तरस्य सहनै विद्यमानपूर्वाच्च इत्यस्य. आहत्य सहनविद्यमानपूर्वाच्च इति सूत्रं स्वाङ्गोचोपसर्जनाद् संयोगोपधात् नासिकोदरौष्ठजङ्गदन्तकर्णशृङ्गाच्च चेति सूत्रद्वयं बाधते. अत्र केपि दोषा अस्ति अहं चिन्तयामि महोदय, टङ्कणदोषा. महोदय वदतु. अत्र केपि टङ्कणदोषा अस्ति अहं चिन्तयामि. आमाम् अहं पठितवान् महोदय. इदानीमत्र एतत् सूत्रमस्ति, पुनरपि एतत् आगत्य नासिक उदर ओष्ठजङ्ग दन्त कर्णशृङ्गा च इति सूत्रं पञ्चसु अत्र सूत्राणि पदानि स्वाङ्गवाचिनः अस्ति. अत्र अनन्तरम् अत्र अदन्त अङ्गम् अस्ति, ओष्ठ अकारः श्रूयते, जङ्ग अकारः श्रूयते, दन्त कर्ण शृङ्ग सर्वत्र अदन्तम्. अनन्तरम् अत्र उपादायम् अत्र किमस्ति, प्रातिपदिकात् स्त्रियाम् इत्यस्मिन् अधिकारे नीश् इति प्राप्तः विकल्पेन भवति. अत्र विकल्पेन इत्युक्ते एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति, एकस्मिन् पक्षे नीश् भवति अन्यस्मिन् पक्षे अजादि अधश्चाप् इत्यनेन शाप् एव भवति. परन्तु स्वाङ्गचो उपसर्जनात् असंयोगपूर्वात् इति सूत्रम् असंयोग अपदात् इति पर्युदासात्मकस्य निषेधस्य कारेण नीश् इति प्रत्ययस्य प्राप्तिः न भवति, यतोहि पूर्व उक्त ओष्ठादयः शब्दाः संयोग उपदा सन्ति, अतः तत्र निश् न भवति इति वयं पूर्वं दृष्टवन्तः. पुनरपि एतत् अत्र स्पष्टीकरणार्थमेव अत्र आगत्य कार्यं करोति. एतेषां पञ्चाणां शब्दानां विषये स्वाङ्गस्य उपसर्जनात् असंयोग उपदात् इति अस्ति इति सूत्रे उक्तस्य निषेधस्य बाधा अस्ति नासिक उदर इति सूत्रेण. अत्र मध्ये अपवादाः पूर्वान् विधिन् एव बाधन्ते न उत्तरान् इति परिभाषया प्रवृत्तिः अस्ति एव सर्वत्र भवति. एतत् स्पष्टीकरणार्थमेव अत्र नासिक उदर अनन्तरं स्वाङ्गस्य उपसर्जन अनन्तरम् अत्र सहनै अनन्तरं न क्रोडादि बभ्रश एतत् सर्वम् आगत्य अत्र स्पष्टीकरणार्थमेव पुनरपि आगत्य अत्र स्वाङ्गस्य उपसर्जनात् उपदात् इति सूत्रं बाधकं भवति. न तु उत्तरस्य सहनै इति 57 अस्ति, अत्र 54 55 एतत् पुनरपि पश्यतु अत्र समीचीनतया आगत्य आगच्छति. इदानीम् आगत्य अत्र सहनै विद्यमानपूर्वाच इति सूत्रं स्वाङ्गस्य उपसर्जनात् अत्र 57 अस्ति, एतत्तु 54 अस्ति. नासिक उदर एतत्तु सूत्रं तु 55 अस्ति. एतत् सूत्रं द्वयम् अत्र बाधते एव, 57 एव बलवत् भवति. न मध्ये अपवादान् सूत्रान् पूर्वान् एव विधीन् बाधन्ते न उत्तरान् इति बाधन्ते इति वयं दृष्टवन्तः. अतः तत्र स्वाङ्गस्य 54 अस्ति, नासिक उदर एतत्तु 55 अस्ति, द्वयोः मध्ये अत्र बाधन्ते एव अत्र सघनै विद्यमानपूर्वाच इति सूत्रेण. अत्र भवान् किम् अत्र कुत्र दोषः भवति इति किम् अत्र प्रथम लैन् प्रातिपादिकात् अति अन्तिम शब्दः प्रातिपादिकात् अत्र पादिकात् अस्ति अत्र मनुष्यः एव एतत् सर्वं करिष्यति एव खलु प्रातिपदिकात् अत्र अनन्तरम् अन्यत्र अस्ति पञ्चनां सिंह उक्तस्य बाधा अस्ति अत्र परिभाषाः प्रवृत्तिरस्ति पठिताः अपवादाः पूर्वस्य एव विधेः बाधकाः भवन्ति न उत्तरस्य इति विधेः बाधकाः न भवन्ति इति अर्थः. वयं पूर्वमेव वयं दृष्टवन्तः यत्र अत्र मुद्रणे मुद्रणदोषमस्ति एतत् मनुष्यः एव सर्वाणि विषयाणि कृतानि. अस्तु इदानीम् अत्र पुनरपि एतत् विषये स्पष्टीकरणार्थमेव अत्र मध्ये इदानीम् अन्यसूत्रमपि आगच्छति. एतत् समाप्य अनन्तरम् अत्र किमस्ति इदानीम् एतदेव पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ति न उत्तरान् अनन्तरान् विधीन् एव बाधन्ति न उत्तरान्. अन्यसूत्रमपि आगत्य कार्यं करोति. अत्र क्लिष्टकरमेव क्लेशः भवति एव अत्र किमस्ति झटिति शिरः वेदना भवति एव. इदानीं किं पुरस्तात् अपवादाः अनन्तरान् विधीन् एव अनन्तरान् यत्र अग्रिम सूत्रम् आगत्य कार्यं करोति चेत् एतदेव बाधन्ते न उत्तरान् उत्तरसूत्रं न बाधन्ते इति एतत् स्पष्टीकरणार्थं पृथक्तया अन्यकरपत्रमपि अस्ति मनसि. अत्र पुनरपि एतत् विषये पठितव्यमेव कुत्र भवति इति. एतत् सर्वाणि सूत्राणि मध्ये अपवादानां सूत्रान् उत्तराणि एव पूर्वान् विधिनेव बाधन्ते न उत्तराणि इति वयं दृष्टवन्तः. अन्यक्लिष्टकरम् अग्रे आगच्छति एव अग्रिमकरपत्रे एतत् सर्वाणि विषयाणि पठितव्यमेव पाणिनिना एतत् कृतं व्यर्थं न भवितव्यं खलु. अस्तु इदानीमत्र शान्ता भगिनी पठतु सहनै सहनञ्ज् लक्षणस्तु सहनञ्ज् लक्षणस्तु प्रतिषेधः परस्वात् नासिक उदर औष्ठजङ्घादन्तकर्णशृङ्गाश्च इत्यस्य बाधकः सह नञ्ज विद्यमानपूर्वाश्च इति सूत्रं नासिक उदर ओष्ठजङ्घा दन्तकर्णशृङ्गाश्च इत्यस्य अपेक्षया परसूत्रमस्ति. द्वयोः सूत्रयोः अन्यत्र अलब्धावकाशः अस्ति इति कृत्वा सह नञ्ज् विद्यमानपूर्वाश्च इति सूत्रं बलवद्भवति. सह नञ्ज् विद्यमानपूर्वाश्च इति सूत्रः सूत्रे यः निषेधः अस्ति तस्य नासिक उदर ओष्ठजङ्घा दन्तकर्णशृङ्गश्च इति सूत्रेण न बाध्यते, अपि तु सह नञ्ज् विद्यमानपूर्वाश्च इति सूत्रमेव परत्वात् नासिक उदर ओष्ठजङ्घा दन्तकर्णशृङ्गाश्च इति सूत्रं बाध्यते, येन सहनासिका इति रूपं लभ्यते. पुनरपि पुनरपि एतदेव अत्र आगत्य कार्यं करोति. सघने विद्यमानपूर्वाच इति 57 अस्ति, नासिक उदर तु 55 अस्ति. इत्यनेन अपेक्षया अत्र परसूत्रमस्ति, द्वयोः सूत्रयोः अन्यत्र लब्ध अवकाशः अस्ति इति कृत्वा सघने विद्यमानपूर्वाच इति सूत्रं बलवत् भवति. वयं दृष्टवन्तः एव परसूत्रमस्ति, उत्तर परसूत्रं मध्या पुनरपि पुनरपि एतत् विषये स्मरन्तु किम् अत्र अस्ति. मध्ये अपवादाः पूर्वान् विधीनेव बाधन्ते न उत्तरान् इति. अतः तत्र सघनै विद्यमानपूर्वाच इति सूत्रं सूत्रे यः निषेधः अस्ति तस्य नासिक उदरजङ्ग इति सूत्रे न बाधते, अपि तु सघनै विद्यमानच्च इति सूत्रमेव परत्वम् अस्ति. नासिक उदरसूत्रं तु पूर्वसूत्रमस्ति इति सूत्रं बाध्यते, येन सह नासिका इति रूपं लभ्यते. वयं दृष्टवन्तः नासिका सह नासिका अत्र समासविषये अपि वयं दृष्टवन्तः. इदानीमत्र सुब्रह्मण्य महोदय पठतु. नासिको नासिकोदरोष्ठजङ्गादन्तकर्णशृङ्गाच्च इति सनज्विद्यमानपूर्वाच्च इति सूत्रयोः भाष्ये उभयोः सूत्रयोः तुल्यबलवीरोद्यं प्रदर्शर्य नासिकोदरेत्यादिसूत्रम् अपवदत्वात् न क्रोडादिबहुवचः इति सूत्रम् स्वागाचो प्रसर्जनाद संयोगोपदात् इति सूत्रं न बाधते. तदैव सहनन्स्विद्यमानपूर्वाच्च इति सूत्रस्य अपि बाधकं भवति इति अशङ्क्य भाष्यकारः एवमुक्तवान्. मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति न्यायेन नासिकोदरोष्ठजङ्घादन्तकर्णशृङ्गाञ्च इति सूत्रं तस्मात् पूर्ववर्तीन् वर्तिनः स्वागांशो पसर्जनादसंयोगो पदात् इति सूत्रस्यैव बाधकं भवति. न तु उत्तरस्य सहनन्विद्यमानपूर्वाञ्च इत्यस्य बाधकं भवति। अत्र एतत् मध्ये अपवादान् पूर्वविधिनेव बाधते न उत्तराणि इति परिभाषया स्पष्टीकरणार्थम् अत्र महाभाष्येण भाष्यकारः पतञ्जलि अपि अत्र उक्तवान् स्पष्टीकरणार्थमेव अत्र अशङ्क्य अशङ्क्य अत्र किमपि अत्र क्लेशः नास्ति एव सः अपि उक्तवान् भाष्यकारः अपि उक्तवान् मध्ये अपवादः पूर्वान् विधिनेव बाधते न उत्तरन् अत्र स्पष्टीकरणार्थमेव नासिक एतत् न्यायेन अत्र न्यायः तर्कः इति अस्ति अत्र अत्र न उत्तराणि इति न्यायेन न्यायः इति अथवा पूर्वपर उत् पूर्वपरनीति अन्तरङ्ग एतत् परिभाषासूत्रमस्ति इदानीमत्र मध्ये अपवादाः पूर्वान् विधिन् बाधते न उत्तराणि इति न्यायः अत्र अस्ति न्यायः इति तत्र किञ्चित् कल्पितमस्ति न्यायः अस्ति अनन्तरं किमस्ति परिभाषासूत्रम् आगत्य कार्यं करोति एतद्विषये अत्र चर्चा भवन्ति एव मतभेदः अस्ति एव अत्र इदानीमत्र भाष्यकारः पतञ्जलिना अत्र उक्तं न्यायेन नासिक उदरे एतत् सूत्रं 55 अस्ति अत्र तस्मात् पूर्ववर्तिनः स्वाङ्गज उपसर्जनं 54 अस्ति अतः तत्र मध्ये अपवादः पूर्वान् विधिनेव बाधते न उत्तराणि इति सूत्रम् अत्र कार्यं करोति इति सः अपि अतः अत्र सहनै विद्यमानपूर्वाच इति सूत्रस्य बाधकम् अत्र पूर्वविधीन् एव अत्र बाधन्ते न उत्तरविधीन् बाधन्ते इति सः अपि अत्र उत्तरस्य विधिः न बाधन्ते इति अत्र बाधकम् उत्तरस्य सहनै विद्यमानपूर्वाच इत्यस्य बाधकं भवति न तु उत्तरस्य बाधकं न भवति इति अत्र स्पष्टीकरणार्थमेव अत्र पतञ्जलिना तत्र दत्तम् अत्र न्यायः अत्र कार्यं पुनरपि अत्र रटनमेव अभ्यासः एव अत्र गोदमल् पठतु गोदमल् अस्ति वा अस्मि नासिको दरोष्ठजङ्गदन्त अत्र स्पष्ट प्रातीयते यत् अपवादसूत्रं नासिको दरोष्ठजङ्गदन्तकर्णशृङ्गाच्च इति सूत्रं मध्ये पठितमस्ति अतः अयमपवादः स्वस्मात् पूर्ववर्तिनः अर्थात् असंयोगोपदात् इत्यस्य बाधकः भवति स्वस्मात् उत्तरवर्तिनः सहनन्ति विद्यमानपूर्वच्च इति सूत्रस्य बाधकः न भवति सहनन्ति विद्यमानपूर्वच्च इति सूत्रं परं भवति अतः परत्वात् नासिको दरोष्ठजङ्घ दन्तकर्णशृङ्गच्च इति सूत्रस्य बाधकं भवति आम् पुनरपि एतदेव अत्र भवति अत्र किं किञ्चित् नूतनतया किमपि नास्ति एव इदानीमत्र वर्गे यथा अस्माभिः चर्चितं तद् आधारीकृत्य एकेन छात्रेण अत्र सुन्दररीत्या अत्र पश्यतु किं किं भवति इति अत्र ध्वनि न मुद्राणि अत्र स्वीकृत्य पठतु किमस्ति इति इदानीमत्र शान्ताभगिनी पठतु मध्येपवादाः पूर्वान् विधीन् बाध्यन्ते न उत्तरान् इति परिभाषायाः अपेक्षया अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषा अस्ति प्रबला अस्ति अस्य प्रमाणमस्ति अष्टाभ्यः औष् इति सूत्रभाष्ये स्पष्टम् उक्तम् यत् अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषा प्रबला इति. यत्र अनयोः परिभाषयोः प्रयोगः अस्ति तत्र अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषायाः प्राबल्यम् अस्ति. किमर्थं चेत् मध्ये अपवादाः पूर्वान् विधीन् वादन्ते न उत्तरान् इति परिभाषायाः प्रयोगे पूर्वसूत्रम् उत्तरसूत्रं च व्यवहितं भवितुम् अर्हति. समीपवर्तिनः भवेत् इति नियमः नास्ति इत्यतः पूर्वसूत्रम् उत्तरसूत्रं च भिन्ने अध्याये भवितुम् अर्हति. अतः इयं परिभाषा महायत्नेन साध्या अस्ति. अस्याः परिभाषायाः अपेक्षया अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषायां समीपवर्तिनः उपस्थितिः स्मृतो झटिति भवति इत्यतः अस्याः प्राबल्यं वर्तते. इदानीमत्र अनन्तरस्य विधिः वा भवति प्रतिषेधः, पुनरपि अत्र विधिः भवति वा प्रतिषेधः भवति वा, अत्र किञ्चित् पुनरपि एतत् विषये एव आगत्य कार्यं करोति. मध्ये अपवादः पूर्वान् विधिन् एव बाधन्ते न उत्तरान् इति स्पष्टीकरणार्थम् एतत् भवति. परन्तु अत्र अष्टाभ्यः औष् इति एतत् सूत्रमस्ति. अत्र सूत्रे भाष्ये स्पष्टम् उक्तं यत् अनन्तरस्य विधिः विधिः भवति वा समीपवर्तिनः भवति वा. समीपवर्तने इदानीमत्र किमस्ति, अत्र बलवत् भवति वा. इदानीं वयं पूर्वं दृष्टवन्तः समीपवर्तिनः अस्ति चेत् अत्र किञ्चित् कार्यं भवति वा, अनन्तरं भवति वा, प्रतिषेधः भवति वा इति एतत् परिभाषायाः वयम् अत्र स्पष्टीकरणार्थं पुनरपि पुनरपि एतत् विषये एव अत्र दत्तम्. अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति वा, अत्र वयं पूर्वं दृष्टवन्तः विरुद्धरेचि आदुगुणः इति अत्र सूत्रं परे अस्ति. परन्तु समीपवर्तिनः सूत्रम् अस्ति चेत् अत्र विप्रतिषेधे परं कार्यम् इति वयं स्वीकृतवन्तः. अत्र किं सूत्रं प्रथमम् आगत्य कार्यं करोति, किं सूत्रम् अत्र प्रतिषेधः भवति इति तुल्यस्य प्रयत्नं सावर्ण्यम् एतदपि अत्र, अनन्तरं यथासङ्ख्यम् अनुदेशः समानम् इति एतत् सर्वाणि सूत्राणि अत्र आगत्य समीपवर्तिनः सूत्रं कार्यं करोति वा इति अत्र उपस्थितिः समीपवर्तिनः उपस्थितिः स्मृतः झटिति अत्र आगत्य कार्यं करोति वा इति अत्र अस्याः प्राबल्यम् एतत् सूत्रस्य विषये एव अत्र वयं दृष्टवन्तः. मध्ये विधेन पूर्वविधिनेव बाधन्ते न उत्तरान् विधिन् बाधन्ते इति, परन्तु अत्र अन्य न्यायः अपि आगत्य कार्यं करोति. अत्र एतत् विषये वयं एकनिमिषम् अष्टाध्यायीसूत्रस्य फलाफलचिन्तनं वयं कुर्मः चेत् अत्र इदानीम् अनन्तरस्य विधिः वा प्रतिषेधो वा इति वयं पूर्वं दृष्टवन्तः. एतत् पृथक्तया समीचीनतया करपत्रम् आसीत्. इदानीम् अद्य मध्ये अपवादः पूर्वान् विधिं बाधन्ते न उत्तरान्, पूर्वविधिः एव बाधन्ते उत्तरविधिः न बाधन्ते, अतः परसूत्रमेव बलवत् भवति पूर्वसूत्रं न बलवत् भवति इति वयं दृष्टवन्तः. इदानीमत्र पुरस्तात् अपवादः अनन्तरान् विधीन् बाधन्ते न उत्तरान्, पूर्व अनन्तरान् विधीन् एव बाधन्ते, अनन्तरं यत् विधिः भवति तत् विधिः एव बाधन्ते न उत्तरविधिः इति अग्रिम न्यायः अपि बाध्यविशेषचिन्तन अपक्षे इदं सूत्रम् अस्ति एव. बाधकं भवति अन्यस्य न इति निर्णयार्थम् एताः तिस्रः परिभाषाः उपयुज्यन्ते. इदानीम् अत्र वयम् अनन्तरस्य विधिः बाधते वा प्रतिषेधः भवति वा अत्र विरोधः भवति वा इति वयं दृष्टवन्तः. मध्ये अपवादः पूर्वान् विधिनेव बाधन्ते न उत्तरान्, पूर्वसूत्रमेव बाधते न उत्तरसूत्रं बाधते इति वयं दृष्टवन्तः. इदानीमत्र पुरस्तात् अपवादाः, पुरस्तात् इत्युक्ते यत् समीपवर्तिनः, अनन्तरान् विधीन् बाधन्ते. अन्यसूत्रमेव अग्रिमसूत्रं यत् आगच्छति न समीपवर्तिनः, अन्यसूत्रं यत् आगच्छति अनन्तरान् विधीन् एव बाधन्ते न उत्तरान्, उत्तरसूत्रं न बाधन्ते इति. एतत् विषये स्पष्टतया करणार्थम् अत्र पृथक्तया एतत् करपत्रम् अस्ति एव. वयम् अग्रिमवर्गे एतत् किम् अस्ति इति वयं द्रष्टुं शक्यते वा. अत्र पुरस्तात् अपवादः किं किम् अस्ति अत्र, अत्रैव विरुदिरेचि एतत् एतत् एतत् युट्सु एङ्गि पररूपम् ओमागच्छ इति चत्वारकसूत्रम् आगत्य किं सूत्रं बलवत् भवति, किं सूत्रं बलवत् न भवति, एतत् स्पष्टीकरणार्थं पुरस्तात् यत् पुरस्तः समीपवर्तिनः अस्ति अपवादः एतत् बलवत् भवति इति, एतत् विषये समीचीनतया अत्र स्पष्टीकरणार्थं पठितव्यमेव. अस्तु, इदानीम् अत्र मङ्गलश्लोकं वक्तुं शक्यते वा? किं सुब्रह्मण्यं महोदय मङ्गलश्लोकं वदतु. क्षणमेकं, वन् सेकेण्ड्, संस्कृते क्षणम् एकम्. अहं ग्रूप् मध्ये प्रेषयिष्यामि, आरम्भश्लोकं किम् इति मङ्गलश्लोकं किम् इति अहं प्रेषयिष्यामि. अस्तु, पठितुं शक्यते वा, वक्तुं शक्यते वा? गोदामाल्, जानामि. अस्तु, मङ्गलश्लोकम् अनिल् महोदय वदतु. आं महोदय. ओम पूर्ण सर्वे. हां हां, ओके ओके. ना ना, सुब्रह्मण्यन वदतु, सुब्रह्मण्यन महोदय वदतु. नमः नमः. पूर्ण पूर्ण दे दे पूर्ण पूर्ण अस्तु, अनिल् महोदय वदतु. म्यूट् करोतु, सुब्रह्मण्यन् महोदय म्यूट् करोतु. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ पूर्णमदः पूर्णमदः पूर्णमिदं पूर्णपूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. सर्वेभ्यः नमस्कारः, धन्यवादः. अग्रिमवर्गे मिलिष्यामः. धन्यवादः. धन्यवादः. नमस्कारः.